नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। तत्र अनुनासिकान्तमङ्गम् इति पाठः तत्र प्रायः अद्य समापयामः। चत्वारि सूत्राणि, अनुनासिकान्तम् अङ्गम् अस्ति चेत् चत्वारि सूत्राणि, अनुनासिकस्य क्विजलोः ङिति इति सामान्यसूत्रं, अनन्तरम् अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो जली ङिति, जली ङिति जलादिकित् ङित् प्रत्ययः परः। नमस्ते भगिनि, जलादिकित् ङित् प्रत्ययः अस्ति चेत् तत्र वन् धातुः अनुनासिकान्त अनुधात उपदेश धातुः तेषां किं भवति इत्युक्ते अनुनासिकस्य लोपः भवति। जनसनखनां सञ्जलोः इत्यत्रापि जलादि सन् प्रत्यये परे, जलादि कित्तिङित् प्रत्यये परे, तत्र सन् जन् सन् खन् येषां धातूनां नकारस्य आत्वं, गमहन जनसनखसां लोपः नित्यनङ्गी, तत्र अजादि कित्तिङित् प्रत्यये, केवलम् एकमेव सूत्रम् अजादि कित्तिङित् प्रत्ययस्य विषये, तत्र उपधा धातूनाम् उपधायाः लोपः भवति इत्येव। अतः तत्र वयं तत् धातुद्वयमेव अवशिष्टं, थन् थन् इति एकम्, अनन्तरं यकारान्तधातु जहाय् यङ् लुकि है गतौ इति, तद् समाप्य अग्रिमपाठं प्रति गच्छामः। महोदय, थन् थन् यङ् लुकि करोति वा नकारान्तः? तन् तन् तन् खलु, तन् तन् आम् महोदय, तन् तन् एकनिमिष, तन् तन् योग, तन् तन् योग थि, सोरि, तन् तन् योग थि इति अस्ति, किं भवति अत्र वनति तनोति तनो तनो तनात् गणे अस्ति, अतः तत्र तत्र अनुदात्तोपदेश तत् कार्यं करोति वा न करोति खल तत् एकवारं गण किल हा तिप् क्षम्यतां, तत्र किमपि नास्ति तत्र तन् एकनिमिषं भगिनि, किमर्थं तन् तन् तन्तन्ति तन्तन्ति किमपि नास्ति, कार्यं नास्ति वा? अस्माकं सामान्यकार्यमेव किल, नष्टपदान्तस्य जलि, नष्टपदान्तस्य प्यानुस्वारस्य सुवर्ण इति अत्र तन्तन्ति इति, अग्रे तन्तनीति इति तत्र किमपि कार्यं नास्ति, तन्तन् तन्तन्ता इति अस्ति, तन्तन्ता इत्यस्मिन् तत्र यङ्ग्लुकि कार्यम् अनुदात्तोपदेशवनस्य अनुनासिकविज्जलि इत्यनेन तत्र तनोति इति, अत्र यङ्ग्लुकि न भवति खलु तत्र न भवति, अतः अनुदात्त जनसनखनाम् इति अग्रिममस्ति सन्तप्त्येतरे नास्ति अन्नाशक्विज्जलोः इति अन्नाशक्नसुपदायः एकादेशः भवति, तदेव कार्यं करोति, सामान्यकार्यमस्ति, अतः अत्र एकंश किमस्ति तन् उपदायाम् उपदायां किमस्ति अत्र इदं तन् तन्तातः अथवा तन् एकपदं क्षम्यतां, तन् तन्तान् तन्तान्तः इति भवति, तन्तान्तः भवति तत्र उपादायाः दीर्घादेशः किल, दीर्घादेशः तन्तान्तः, सम्यक् अस्तु, तन्तान्तः अस्ति अग्रे तन्तान्तः, अत्र अनुनासिक सामान्यकार्यमस्ति तत्र नश्चपदान्तस्य अपि जानकारी तदेव भवति, अग्रे तन्तान् सारि त तन् योग अति तन् योग अति अस्ति तत्र किमपि कार्यं नास्ति तन् अति इति जलादिकित् नास्ति अतः तन्तनति एव गमः न जन इत्यस्य प्रसक्तिः अस्ति वा गमः न जनकनगसां तन् गम्हन् इति तत्र नास्ति गसां नास्ति अजादिकित् नास्ति तत्र अग्रे एकनिमिष कुत्र अस्ति एकनिमिष तन्तन् योग सि इति अस्ति तत्रापि तन्तन् सि इति अग्रे तन्तन् सि इति एकवारं सि इत्यस्य शब्दं भवति वा नश्च एकवारं तन्तन् सि इति भवति तन्तं षि इति भवति षि भवति वा सत्त्वं भवति षि एकवारं इण्कोः न भवति तन्तन् सि एव क्षम्यतां तन्तन् इण्कोः नास्ति तत्र तन् अग्रे ईषि अत्र इन्कोः इति कृत्वा तत्र षि इति दत्तमस्ति अतः तन्तनीषि इति भवति अग्रे तन्तन्त इति अस्ति अत्र अनुनासिकस्य पिञ्जलोः इति इत्यनेन एव दीर्घत्वं भवति अनुदात्तोपदेश अनुतनोति इत्यादीनां गणन् निमित्तीकृते कृतमस्ति इति कृत्वा तत्र दीर्घ एव केवलं सामान्यसूत्रमस्ति अतः तन्तान्त इति भवति अग्रे दीर्घः भवति वा भगिनि तन्तानः इति तन्तातः इति कुत्र भगिनि इपो इदानीम् उक्तवान् खलु तन्तातः ङित् प्रत्ययः अस्ति किल आं भवति अनुनासिकपिज्जलोः इति सामान्यसूत्रेण भवति अस्ति अग्रे तन्तन्मि इति भवति अग्रे अनुनासिकस्य किज्जलोः इति कार्यं करोति वा किति इति प्रत्ययपरे अस्ति जलादि नास्ति अतः तन्तन्वः तन्तन्मः इति तावदेव अत्र किमपि कार्यं नास्ति अतः तः थः थ तत्र एव कार्यं समीचीनं महोदय विजया भगिनी लोटि वदति वा लोटि अत्र रूपं भवति तु ईतु तात् ताम् अतु अनन्तरं हि तात् तं त आनि आवा आम इति अस्ति तत्र तन् तु एव तत्र किमपि कार्यं नास्ति अतः तन् तु जलि अस्ति वा तकारः तकारः जलि नास्ति नास्ति वा नास्ति नास्ति जलिवर्गः एव अस्ति अत्र तु इति परन्तु तत्र ईति एव नास्ति ईतु एव नास्ति तु अस्ति परन्तु तत्र किमपि कार्यं नास्ति खलु नास्ति वा भगिनि भवती एव चिन्तयित्वा वदतु तन्तन् योगः तु एतत् पित् अस्ति हलादिपित् अस्ति हलादिपित् अस्ति चेत् तत्र गुणः सन्त् तत्र किं जलि अस्ति चेत् तत्र अनुदात्तो अत्र किं भवति इति कन्तन् इति अस्ति, नकारः पदान्ते क्षम्यतां नकारः अस्ति, तकारः जलि अस्ति, तत्र अपदान्तनकारः परे तकारः जल्वर्णः अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः? नच्च पदान्तस्य पदान्तस्य जलि इति सूत्रेण, अनन्तरम् अनुस्वारस्य ये परसवनः इति सूत्रेण तत्र तन्तु समीचीनं. अग्रे अनन्तरं तात् ईत् इति अस्ति, तनूति इति भवति वा, तन् तनूति इति किमर्थम्? ईतु एव किल, ईतु तन् तनूतु तन् तन् तन् तनीतु तन्तनीतु समीचीनं. अनन्तरं तात् तत्रापि तत्र हलादि अपित् अस्ति, तत्र किमपि गुणकार्यं नास्ति. तन् तनु तन् तन्तात् तन् तन्तात् अन्यकार्यं जलादि कित् अस्ति चेत् अनुनासिकवर्णः ङिति प्रत्ययः अतः तत्र तृतीयसूत्रम् अनुनासिकः वर्णः लोपः भवति वा भगिनि अत्र? न, उपादायां दीर्घः महोदय इदानीम् उक्तवान् किल. आम् आम् आम् उपादायाः दीर्घः अतः तन् तान् तात् तन् तान् समीचीनम्. अनन्तरं तान् तात् अनन्तरं ताम् अस्ति, तादृशमेव तन् तन् तन् तान् तन् तान् ताम् अग्रे ताम् अनन्तरं अतु अस्ति, तन् तन् तन्तान् तन्ता तन्तानतु किमर्थं दीर्घं तत्र? अत्र अत्र नास्ति, किमर्थं चेत् अत्र एतत् अजादि अपित् अस्ति अतः तत्र तत्र तन् तन् तनतु तन् तन् तन्तु तन् तन्तु तन् तनतु तन् तन्तनतु तन् तनतु भवति सम्यक्. अनन्तरं हि अस्ति, तत्र हलादि अपित् अस्ति अत्र, अनन्तरं तत्र उपादायः दीर्घः इति भवति, तन् तान् हि इति भवति तत्रापि नच्य पदान्तस्य जले अनुस्वारस्य यै परसवनः इति एतत् कार्यं कृत्वा न तत्र अनुस्वारस्य कार्यं न भवति, केवलं नच्य पदान्तस्य जले एव कार्यं करोति. हि अस्ति अत्र, अनन्तरम् उपादायः दीर्घः भवति, अनन्तरं तावदेव तत्र भवति, अतः तत्र तन् तान् हि इति भवति. पूर्वमेव दृष्टवन्तः तन् तन् तात् इति भवति, अनन्तरं तन् तन् तन्तान् तम् इति वा भगिनि? समीचीनं, समानकार्यमेव. आम् तन् तान् तम् अनन्तरं तन्तान् तन्तान्त तन्तान्त अनन्तरम् आनी अस्ति, आनी अत्र अजादि पित् अस्ति, तन्तानि तन्तनानि तन्तन् योगः आनि आनि तन्तनानि तन्तनाव तन्तनाम तावत् सम्यक्. तावदेव कार्यं तत् सम्यक् उत्तमं महोदय भवतः क्रमः एव अन्येन आगतवन्तः तन् तन् इति इदानीम् अडागमः अतन्तन् योग अतन्तन् योग तकार अस्ति अतन्तन् अतन्तन् योग त इति अस्ति इदानीं किं भवति एकवारं तत्र अतन्तन् अत्र हल्गेब् दीर्घात् सूतिसि तन् हल् तन्त इत्तकारस्य लोपः भवति अतन्तन् इति अस्ति इदानीं तत्र किमपि कार्यमस्ति वा अतन्तन् श्रूयते महोदय न श्रूयते वा श्रूयते किञ्चित् मन्दमस्ति तावत् मन्दं मया एतत् सर्वं लेखनीयम् अतः एव किञ्चित् अभ्यासः न कृतवान् अतः इदानीमपि अस्तु अतन् इदानीम् अतन्तन् अतन्तन् अतन्तन् योगत इति अस्ति तत्र तकारस्य लोपः भवति ये हल्ङ्ग्याभ्यो दीर्घासु टि सि अपृक्तं हल् इत्यनेन ततः अतन्तन् एव भवति किमपि नास्ति अग्रे अग्रे अतन्तन् योग ईत् अतन्तनीत् इति अग्रे अतन्तन् योग ताम् अत्र अनुनासिकस्य किञ्चलोः निति इत्यनेन किति इत्यनेन तत्र उपादायः दीर्घः भवति अतन्तान्ताम् इति अत्र नकारतकारयोः तत्र सन्धिः भवति सामान्यसन्धिः पुनः नकार एव भवति अनुस्वारः भवति अनुस्वारस्य परस्वर्णः केवलम् अतः अतन्तान्ताम् इति अग्रे अतन्तान् योग उः अत्र किमपि कार्यं नास्ति अतन्ता अतन् सारि अतन्तनुः इति अतन्तनुः इति दीर्घः न भवति अग्रे अतन् अतन् अग्रे अतन्तन् अतन्तन् योग सकार अस्ति तत्रापि सकारस्य लोपः एकवारम् अतन्तन्सु तस्य नास्ति तत्र सकारस्य लोपः भवति अतन्तन् एव अग्रे अतन्तन् योग ईः अतन्तनीः इति अग्रे अतन्तन् योग तम् अत्र अन्नाचकतिज्जलोः इत्यनेन तत्र उपादायः दीर्घः भवति अतन्तान्तम् इति अत्र सन्धिः भवति अनुस्वारस्य नश्च पदाञ्जलि अनुस्वारस्य परसवर्ण तत्र त इति अत्रापि अतन्तान्त इति रूपम् अग्रे अतन्तन् योग अम् अत्र अतन्तनम् इति केवलं वर्णमेलनम् एव अग्रे अतन्तन् योग वा अतन्तन् योग मा इति अस्ति अत्रापि वर्णमेलनं किमर्थं जलि नास्ति किति जलि नास्ति यद्यपि कित् अस्ति अतः अतन्तन् वा अतन्तन् वा अतन्तन् वा अतन्तन् मा इत्येव आं सत्यं किमपि अत्र विशेषकार्यं किमपि नास्ति सामान्यकार्यमेव समीचीनं विजया भगिनि यात् याताम् इति यात् तत्र मेलनमेव खलु भगिनि तत् तन्तन् यात् तन्तन् यातां तन्तन् युः तन्तन् याः तन्तन् यातं तन्तन् यात तन्तन् यां तन्तन् याव तन्तन् याम समीचीनम् अत्र तु जलि किति किमपि नास्ति यात् अतः कार्यं नास्ति नश्च पदान्तस्य जलि इत्यस्य अपि प्रसक्तिः नास्ति अनुनासिकस्य क्विजलो होङिति इत्यस्य अपि किमपि प्रसक्ति केनापि सूत्रेण किमपि परिवर्तनं वा सन्धिकार्यं वा न भवति केवलं मेलनं समीचीनम् अन्तिमधातुः अस्ति है गतौ जहाय् इति यकारान्तधातुः अस्ति यकारान्तधातुः अस्ति चेत् तत्र किं सूत्रं सर्वदा भवति सामान्यसूत्रं वर्णकार्यं किल, लोपोव्योर्वलि, तद् मनसि भवेत्, तस्य कार्यम् अत्र आगच्छति. वल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् तत्र लोपः भवति इति. एकमेव विशेषकार्यमस्ति लोपो व्योर्वलि इत्यत्र, तद् लङ्लकारे यदा आगच्छामः तस्मिन् समये अहं वदामि. अन्यत्र सर्वत्र सामान्यकार्यमेव, केवलं लङ्लकारे प्रथमपुरुषे एकवचने लोपो व्योर्वलि इत्यस्य किञ्चित् विशेषकार्यमस्ति. अस्तु महोदय, भवान् एव आरम्भं करोति वा एकवारं. जहाय् खलु, जहाय् युग ति, जहाय् युग ति, अत्र यकारस्य लोपः भवति, लोपोर्व्योर्वलि वल् प्रत्यारे अस्ति ति इति तकार, अतः जहा जहति स्वक्षमतां किमस्ति अत्र जाहति इति जाहति जाहै जाहैयोग ईति, जाहैयोग ईति अस्ति तत्र जाहई ईति इति भवति, तत्र वर्णमेलनमेव तत्र. अग्रे जाहैयोगतः जाहतः इति अत्र यकारस्य लोपः लोपोर्वलितनेन. अग्रे जाहैयोग अति जाहयति इति तत्र वर्णमेलनं जाहै जाहै खलु, जाहैयोग सि इति अस्ति, तत्रापि लोपोर्वलि इत्यनेन तत्र यकारस्य लोपः जाहसि इति, जाहयीहि इति वर्णमेलनमस्ति. अग्रे जाहैयोगतः, तत्रापि लोपोर्वलि इत्यनेन जाहतः जाहत जाह. अस्तु, इदानीं मि इति अस्ति, अत्रापि वल् अस्ति, अतः तत्र यकारस्य लोपः भवति जाहमि जाहयीमि इति. तत्र एकं कार्यमस्ति महोदय, एकवारं यद् यकार एकवारं यामि किं भवति यकारं एक क्षम्यतां किमस्ति भगिनि न जानामि. तत्र ययादि सार्वधातुकप्रत्यये परे अदन्त अङ्गस्य अस्तु अस्तु क्षम्यताम्, ओ अस्तु अस्तु अहं विस्मृतवान्, ययादि पूर्वं दृष्टवान् अतो दीर्घो यै इति सार्वत्रिकप्रत्यये परि दीर्घः भवति. हा पठामि इति अत्र अस्तु अस्तु अस्तु क्षम्यतां. जाहै एव जाहया जाहै अतो दीर्घो जाहै योग अतो दीर्घो अस्तु जाह एकवारं भगिनि जाहमि इति अस्ति जाहमि इदानीम् अत्र जाहामि इति वा आम् जाहामि इति भवति जाहामि. अस्तु संख्या का भगिनि तत्र लोपर्ग 731 हा द्वयमपि अस्तु तत्रैव अस्तु तद् तु 6166 लोपर् 6-1 अस्ति खलु अतः अस्तु अतः तत्र त्रिपाद्यमस्ति भ्रमाचित् अत्र अङ्गस्य अधिकारे अङ्कं तत्तु वर्णकार्यं वर्णकार्यं किमर्थम् एतत् प्रथमं न भवति प्रथमं न भवति वा भवति वा तत्र अङ्गकार्यं तदेव मम अपि चिन्तनं जहा तद् प्रायः भवति किल अतो दीर्घो ययि प्रथमं भूत्वा आमां तत् तत्र परं तत्र अङ्गकार्यं नास्ति खलु इदानीं तद् अङ्ग इति नास्ति खलु अदन्तङ्गम नास्ति इति कृत्वा ओ अस्तु अन्तरङ्गमस्ति वा समीचीनम् अनदन्तम् आम् जाहै एव अस्ति अनदन्तम् अस्ति केन सूत्रेण समीचीनं महोदय तदेव सम्यक् यदा लोपोव्योर्वलिकारं कार्यं करोति तदा एव अदन्तम् अङ्गं भवति ततो दीर्घो ययि इत्यस्य अवसरः बलाबलस्य आवश्यकता नास्ति बलाबल आवश्यकता नास्ति वा नास्ति वा नास्ति किल प्रक्रिया एव सोपानमेव जाहै योगः ति वल् प्रत्याहारसवर्णः अतः यकारलोपः इदानीम् अदन्तमङ्गम् अतो दीर्घो ययि इत्यस्य कार्यं तत्सूत्रसङ्ख्या किमपि न द्रष्टव्यं सम्यक् अस्तु सखि जाहामि जाहै योग ईमि अत्र किमपि कार्यं नास्ति जाहयीमि इति वर्णमेलनं जाहै योग वः तत्रापि यकारसलोपः अनन्तरम् अतो दीर्घो ये इत्यनेन जाहावः जाहामः इति रूपाणि सम्यक् तावदेव तत्र एकमेव नूतनकार्यं नास्ति परन्तु पुरातनकार्यमेव वयं विस्मृतवन्तः अतो दीर्घो ये इत्यस्य कार्यं समीचीनं भगिनी भवति एव लोट् लोट् अत्र तु इतु तत्र जहाय् इति अस्ति तत्र भवत्याः का किं भगिनि अत्र गृह इति प्रत्ययः अस्तु अस्तु अस्तु तत्र जहाय् अनन्तरं तु खलु भगिनि जहाय् तु आं सत्यं सत्यं जहाय् तु तावदेव जहाय् तु तद् यक लोपोव्योर्वली न करे तत्र तु इति अलादि अपित् अस्ति न अलादिपित् अस्ति अलादिपित् अस्ति तत्र लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भवति वा भगिनि आं किमर्थं लोपो व्योर्वलि इत्यस्य निमित्तं किं वल् प्रत्याहारे वल् प्रत्याहारं तत्र तकारः तत्र नास्ति अतः वल् प्रत्याहारे नास्ति परे अतः वल् प्रत्याहारे का किं नास्ति तत्र तु हयवरे तकारः तकारः वल् अस्ति तत्र तत्र जहाय् जहायतु इति भवति वा भगिनि जहायतु न न एकनिमिषं भगिनि जहाय् योगः तु इदानीं तकारः वल् प्रत्याहारे अस्ति चेत् लोपो व्योर्वलि इत्यस्य कार्यं भवति किल भवति भवति अतः तत्र लोपः भवति जहातु जाहतु जाह् एव जाहै इति धातुः जाहतु अग्रे जाहतु जाह जाह ईतु अस्ति आम् आं तत्र ईतु एव जाह ईतु समीचीनम् अनन्तरं जाह तत्र अपि यकारस्य लोपः भवति जाहतात् इति भवति अनन्तरं जाहताम् अनन्तरं जाहतु जाहतु तत्र किमर्थं वल् प्रत्याहारे अस्ति वा अतु इति नास्ति वल् प्रत्याहारे नास्ति अतु मध्ये अतः अतः जाहयतु जाहयतु समीचीनं जाहयतु अनन्तरं हि अस्ति तत्र हय तत्र वल् प्रत्याहारे नास्ति हकारः हल् वर्णः अस्ति तत्र हल् इति प्रत्याहारे सर्वे हल् वर्णाः बल् इति प्रत्याहारे हकारं विहाय सर्वे वर्णाः परन्तु हल् इति पुनः अस्ति किल यकारं विहाय परन्तु हकारः तु अस्ति एव किल तत्र हल् इति अन्तिम चतुर्दश सूत्रम् अतः तत्र इति अस्ति वा जाहहि अत्र एकं सूत्रं सूत्रस्य प्रसक्तिः जाह योगः हि इदानीम् अङ्गं कीदृशम् अङ्गम् अदन्तमस्ति अतः कस्य सूत्रस्य प्रसक्तिः अतो दीर्घो यै इति सूत्रं कार्यम् अतो हेहे अतो हेहे अतो हेहे इति इत्यनेन हि इत्यस्य लोपः भवति वा सत्यम् अतः रूपं हि इत्यस्य लोपः भूत्वा है किमपि अतो मध्यमपुरुषे एकवचनम् अस्तु पट इति वदामः किल पट गच्छ अदन्तम् अङ्गं तादृशमेव तत्रापि अतो हेहे अत्रापि अतो हेहे जाह इति भवति अनन्तरं तत्र जाहतात् इति भवति जाहतात् इति भवन्ति अनन्तरं जाहतं जाहतं तत्र आणि इति अस्ति तत्र अजादि पित् अस्ति अदा अजादि पित् चेत् जाह यानि जाह याव जाह याम तावदेव कार्यं किमपि अन्यत् नास्ति सम्यक् महोदय भवान् एव पुनः अस्तु एकनिमिष जाहै योग तकार अस्ति अत्र अडागमः आजाह् आजाय् आजाह्य सर्ह्यम् अजा अजाहये अजाहै योग तकार अस्ति यकार तकार संयोग अस्ति अतः लोपः भवति अजा अजाहै अजाः इदानीं यकार अस्ति किं भवति एकवारं एकनिमिषं हल् लोपः अजाः कार्यमस्ति वा किमपि अत्र आं तत्र कार्यम् इति न परन्तु यदा अत्र हल्न्याभ्यो दीर्घसूत्रस्य पृक्तं हल् इत्यस्य प्रसक्तिः अस्ति आम् 167 वा 68 वा हल्न्याभ्यो लोपो व्योर्वलि इत्यस्य अपि प्रसक्तिः अस्ति द्वयोः प्रसक्तिः अस्ति कस्य 6166 परसूत्रमिति पश्यामः चेत् कस्य प्रसक्तिः परं कार्यम् इति हल्गाभ्यो खलु इत्येव भवति परन्तु अस्मिन् सन्दर्भे किम् उक्तमस्ति लोपो व्योः वलि इति सूत्रमस्ति तत्र लोपः इति कार्यं प्रथमतया उक्तं सूत्रे साधारणतया इको यणचि इति पश्यामः चेत् इकः स्थाने यण् अचि तादृशक्रमः भवति परन्तु अत्र कार्यं प्रथमम् उक्तम् अनेन कारणेन लोपकार्यमेव प्रथमं भवति यदा अवसरः अस्ति चेत् हल्न्याभः इत्यस्य कार्यं भवति इति विशेषवैशिष्ट्यं वैशिष्ट्यम् अत्र किमपि पूर्वं वयं कुत्रापि न दृष्टवन्तः बलावलविषये अपि तादृशचिन्तनं न कृतम् अस्माभिः नास्ति अत्र काशिकायां वा एकं न्यासः इति तत्रापि दत्तमस्ति अस्माकं वर्गे अपि तत्र चर्चितं पाणिनेः कथमपि साधनीयम् इति कृत्वा सः एकं सङ्केतरूपेण उक्तवान् लोपः इति प्रथमम् उक्त्वा तस्य कार्यमेव प्रथमं भवतु प्रतिपदोक्तम् इति तादृश तादृशम् अस्तु तत्र अहं तत्र शास्त्रविरुद्धं गन्तव्यम् इति कृत्वा अस्तु तर्हि एकवारं तर्हि अजाहय यकत् इति अस्ति तत्र तर्हि यकारस्य लोपः अजाहत इति भवति तर्हि. इदानीं लुहल्याभ्यो इत्यस्य प्रसक्तिः अस्ति वा? नास्ति खलु, लोपः लोपः भवति खलु. अजाहत अजाहत क्षम्यताम्, अजाहत् हत् हत् क्षम्यताम्, अजाहत् इति अस्ति, अजाहत् हलन्तमङ्गं नास्ति. आम्, हलन्तमङ्गं नास्ति, अतः अजाहत् इति एव अजाहत्. अस्तु, अजाहयैत् इति तत्र किमपि कार्यं नास्ति. अजाहयैत् अजाह योग अजाहै योग तां यकारशलोप लोपोर्वलितनेन अजाह अजाहताम् अजाहताम् इति भवति. एकवारं किमपि अन्यकार्यमस्ति वा? अजाहताम् एकनिमिषं, अजाहतां किमपि नास्ति. अस्तु, क्षम्यताम्. अजाहै अजाहय अजाहय योग उः, तत्र अजाहयुः इति वर्णमेलनमेव, किमपि कार्यं नास्ति. अजाहयि योग स, तत्रापि लोपोर्गोवलि इति प्रथमं कार्यं करोति इति कृत्वा अजाह योग सः स इति अस्ति. अजाहः इति भवति वा तत्र? सकारस्य ऋत्वं ऋत्वं ऋत्वस्य विसर्गः. अजाहि योग ईः, अत्र किमपि कार्यं नास्ति. अजाहि ईः इति भवति. अजाह्य योग तं, तत्र लोपोर्गलित्यस्य प्रसक्ति. अजाह तम् इति अजाहत. अजाह अजाहै योग अं, तत्रापि किमपि कार्यं नास्ति, वर्णमेव. अजाहयम् अग्रे अजाह्य योग वा इति अस्ति लोपोर्वलितनेन, तत्र अजाह वा अजाहम इति रूपम् अत्र दीर्घः भवति किल? ओ अस्तु, क्षम्यताम्. अस्तु, अतो दीर्घयितनेन अजाह अजाहाव अज अजाहाम इति भवति. सत्यम्. अत्र केवलम् एकस्मिन् स्थले एव वैशिष्ट्यं. लोपो व्योर्वलि इति सूत्रं हल्याभ्यो दीर्घ प्रबाद्य कार्यं करोति. किमर्थम् इत्युक्ते लोपः इति सूत्रे उक्तत्वात्, कार्यं प्रथमम् उक्तत्वात् तस्य विशेषम् अस्ति अत्र. समीचीनम्. अस्तु, विजया भगिनि, विधिलिङ्ग् भगिनी, अत्र जहाय् इति अस्ति, अनन्तरं यात् अस्ति, तत्र वर्णमेलनमेव. जहाय् यात् यकारः भवति खलु? न न, किमर्थं दीर्घं? या जहाय् इति अस्ति, यात् अनन्तरम् अस्ति, अतः तत्र जहायात् जहायात् दीर्घं नास्ति. द्विवारं जहायात् इति भवति. जहायात् जहायातां जहायुः जहायाः जहायातं जहायात जहायाम जहायाव जहायाम इति भवति. समीचीनम्. अत्र लोपोव्योर्वलि इत्यस्य कार्यमस्ति वा? कार्यं तत्र यक वल् प्रत्याहारे यकारः नास्ति खलु? समीचीनं, वलीना इति तदेव चिन्तनं, वल् प्रत्याहारे नास्ति इत्येव चिन्तनं. समीचीनम्. अतः एषः पाठः समाप्तः. वयं तु असिद्धवत् अत्राबात् सर्वं पठितवन्तः गतसप्ताहे, अतः अग्रे अग्रिमपाठं प्रति गच्छामः. किञ्चित् लघुपाठः एव, परन्तु पठामः एकवारं. 13 इति संख्या. धातुपाठे हल्सन्धौ अनुस्वार परसवर्ण सवर्णौ च किमर्थं सावर्ण्यं च परसावर्ण्यम् इति परिचितसूत्राणि एव, परन्तु पठामः. भगिनी भवती एव आरम्भं करोति. विजया भगिनि, अहं पठामि. आम् आम्. अस्तु, अल्सन्धौ चत्वारः भागाः सन्ति, ते च सर्वे समाप्ताः, तथापि अग्रे गमनात् प्राक् एकः विशेषविषये चर्चनीयम् अस्ति इति, अपदान्ते नकारः मकारः वा अस्ति चेत्, अपि च हल् प्रत्याहारस्य कश्चन वर्णः परे नास्ति चेत् तस्यां दशायां का गतिः इति प्रथमबिन्दुः. जल् प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत् तस्यां दशायां का गतिः अस्ति इति प्रथमबिन्दुः. यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियते. अस्य सर्वस्यानन्तरं कुत्रचित् रूपस्य मध्ये नकारः वा मकारः वा अस्ति चेत् सः नकारः मकारः अपदान्तः नकारः मकारः अस्ति. यथा प्रथमबिन्दुः रुधादिगणे सार्वधातुकप्रत्यये परे श्नम् इति विकर्णप्रत्ययः आयाति, अनुबन्धलोपे नकारः इत्येव अवशिष्यते. यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित् अस्ति चेत् तर्हि स्नसोरल्लोपः लघु तत्र इत्यनेन नकार इत्यस्य अकारस्य लोपः भवति. नकारः नास्ति भगिनि, न नकारः इत्युक्ते हलन्तम् इति भवति. इत्यनेन न इत्यस्य अकारस्य लोपः, नकार उत्तरवर्ति अकारस्य लोपः भवति. तावदेव खलु भगिनि अत्र रुद्योगः स्नम् योगः तस् रुणद् योगः तः तत्र स्नासोरल्लोपः इत्यनेन न इत्यस्य अकारस्य लोपः भूत्वा रुणद् योगः तः रुणद्दः इति भवति. रुणद्दः अवगतं किल? रुणद्योगः तः कार्यमस्ति, रुणद्योगः तः इदानीं पर्यन्तम् अवगतं किल? यदा अपदान्ते नकारः मकारः अस्ति चेत् किं किं कार्यं सम्भवति इत्येव चिन्तनं. तत्र प्रथमबिन्दुः अस्ति रुदादिगणस्य विषये. तत्र श्नम् इति प्रत्ययः, विकरणप्रत्ययः आगच्छति सार्वधातुकप्रत्यये परे, कर्त्रार्थे सार्वधातुकप्रत्यये परे श्नम् इति विकरणप्रत्ययः आगच्छति. तत्र अनुबन्धलोपानन्तरं न इति अवशिष्यते. तत्र नकारः अस्ति, अकारः अपि अस्ति. तत्र यदा अपित् सः अपित् अस्ति तत्र श्नसोरल्लोपः इत्यस्य कार्यं, सूत्रं किं सर्वम् अग्रे आगच्छति. अनेन सूत्रेण किं भवति? नकारोत्तरवर्ति अकारस्य लोपः भवति. इदानीं श्नम् इति प्रत्ययः मिदचोन्त्यात् परः श्नम् मकारः अस्ति किल, कुत्र आगच्छति इत्युक्ते अन्त्यात् अचः परः आगच्छति, मिदचोन्त्यात् परः. वयम् आद्यन्तौ टकितौ इति परिभाषासूत्रं दृष्टवन्तः, मितचोन्त्यात् परः इति अपि परिभाषासूत्रं प्रायः इदितो नुम् धातुः तत्र नुम् इति अत्र दृष्टवन्तः किल, तादृशमेव अत्रापि श्नम् इति प्रत्ययः अन्त्यात् अचः परः आगच्छति. अतः रुणद् इति रूपं श्नसोरलोपः इत्यनेन अकारस्य लोपः रुणद् इति रु इन् योगः तः इति आगच्छति. तथैव पठतु भगिनि. तथैव अपित्सु प्रत्ययेषु भुज् योगः स्नम् बुनज् इत्युक्ते तत्र बुनज् एव भवति. चित् स्नम् बुञ्ज् तत्रापि स्नसोर अकारस्य लोपः भवति, बुञ्ज् इति भवति. चित् योगः स्नम् खिनद् भवति, परन्तु तत्र किन्द् इति भवति. विच् योगः श्नम् विनच् इति तत्र विञ्च् इति भवति. तृक् योगः श्नम् तृणक् इति, परन्तु तृङ् इति भवति. कृत् योगः श्नम् कृणत् परन्तु कृन्त् इति भवति अकार सर्वत्र अत्र नकार उकर नकार उत्तरवर्ति अकारः लोपः अतः तत्र नकार इन् नक इन् एव तिष्ठति अतः तत्र कृन्त् इति भवति. येषु धातुषु यः नकारः उपविष्टः अस्ति सः अपदान्तनकारः इति एव किल अपदान्तः एव पदान्ते नास्ति अपदान्तनकारः एव. अत्र किं कार्यम् इत्येव चिन्तनम्. अपदान्तनकारः प्रथमस्थले रुदादिगणे इदानीम् अपदान्तनकारस्य सम्भावना अस्ति. अग्रे स्थलानि पश्यामः. श्रीवल्ली भगिनी उषा भगिनी तत्र वयं त्रयोदश करपत्रे स्मः. 13 धातुपाठे हल्सन्धौ अनुस्वार परसावर्ण्यम् इदानीमेव आरब्धवन्तः. फस्ट् पायिण्ट् भगिनी पठितवती. नमस्ते भगिनि. महोदय द्वितीयं पठति वा अनन्तरं प्रायः. इविस्सु इविस्सु धातुषु यदा नुमागमः विहितः भवति तदा नकारः धातोः मध्ये उपविशति. शुटि इति अस्ति तत्र इदित् अस्ति अतः शुण्टि इति भवति मध्ये आगच्छति मिदग्रन्थ्यात् परः इत्यनेन. शुण्ट् शी शिघि इति अस्ति शिङ्घ् इति भवति. नदी अति अस्ति तत्र नन्द् इति भवति नन्द् इति अनन्तरं तत्र नकारः भवति नन्द् इति भवति. अस्तु लाचि लाञ्च् इति भवति. इखि इङ्ख् इति भवति. येषु धातुषु येषु धातुषु यः नकारः उपविष्टः अस्ति सः अपदान्तनकारः इति स्मर्तव्यम् अस्ति. अपदान्तनकारः अत्रापि अपदान्त आम् अग्रे महोदय. मकारान्तधातुः चेत् मकारः तिगन्तपदस्य मध्ये भवति यथा गम्योगर्ता गम्योगर्ता इति अस्ति अस्तु तत्र मकारधातु चेत् मकारः तिङ् अस्तु गम्योगर्ता इति अस्ति इदानीं तत्र मध्ये आगच्छति मकारः. रम्योगता रम्ता यम्ता इति गम्योगस्यते मध्ये अस्ति इदानीं रम्योगस्यते मध्ये अस्ति मकारः. येषु धातुषु यः मकारः तदपि अपदान्तः अस्ति अपदान्तनकारः इति अपदान्तमकारः एव अपदान्ते नास्ति इदानीं मध्ये अस्ति तत्र न न अपदान्तनकारः इति उक्तम् एकवारं तत्र मोनोदात् अपदान्तनकारः दत्तमस्ति. अपदान्त येषु धातुषु मकार इति दत्तमस्ति मध्ये भगिनि. यः मकारो मकारः अस्ति सः अपदान्तः क्षम्यताम् अपदान्तनकारः अस्ति. अस्तु अस्तु अस्तु तत्र मोनोदातोः इत्यनेन भवति वा एकवारम् एक किम् अन्य एकनिमिषं गम् हा न न तत्र सन्धिः भवति खलु अतः दन्ता इति तकारः अस्ति तकारः अस्ति अनुस्वारस्य परसवर्ण अत्र नश्चपदान्तले अनुस्वारस्य परसवर्ण इत्यनेन नकारः भवति. अस्तु तत्र अनुस्वारः भवति खलु गम्यते गंस्यते भवति खलु तत्र न भवति तत्र तु नकारः न भवति किल. आमां न भवति अनुस्वारः एव तिष्ठति रंस्यते इति किमर्थं पश्यामः अग्रे प्रायः अस्ति. अतः मोनोधातोः इति मकारान्तस्य धातोः पदस्य नकारः भवति पदस्य अन्ते. अस्तु पदस्य अन्ते एव क्षम्यताम्. मोश्च इति एकं सूत्रं दृष्टवन्तः किल तदेव मोश्च इति महाधातोः न मकारधातोः मकारस्य स्थाने मकारान्तधातुः मकारस्य स्थाने नकारदश भवति मकारे वकारे च परे महदातुकारे वकारे नास्ति अत्र पश्यामः प्रायः अग्रे आगच्छति पश्यामः. अस्तु श्रीवल्ली भगिनी सिद्धा अस्ति वा पठति वा अनुस्वारादेशः भगिनि नश्चापदान्तस्य जले नश्चापदान्तस्य जलि जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति. प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च सकार षकार सकार हकार इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः. तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं मूनुस्वरः इत्यस्मात् महा इति अस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सूत्रम् एवं जलि अपदान्तस्य महा नः च अनुस्वारः. नश्चापदान्तस्य जलि जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति इति. अस्य सूत्रस्य कृते प्रथमनियमः अस्ति. एकनिमिषं भगिनि. अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत् मकारः वा नकारः अपदान्ते स्यात् यथा मन् योगः ता, हन् योगः ता, गम् योगः ता. उपरितनासु स्थितिषु धातुः अस्ति अपि च प्रत्ययः अस्ति. तयोः योजनेन पदं निष्पन्नं. सुप्तिङ्गन्तं पदम् इत्यनेन मन् हन् गम् च केवलं धातवः पदानि इति न. अतः एषाम् अपदानाम् अन्ते तत्र नकारमकारौ अपदान्तौ अपि च ता प्रत्ययः जलादिः अस्ति. अतः नश्चापदान्तस्य जलि इत्यनेन नकारमकारयोः स्थाने अनुस्वारादेशः भवति. मन् योगहता ममता, हन् योगहता हन्ता, गम् योगहता गम्ता इति भवति. समीचीनम्. अतः प्रथमम् अनुस्वारस्य आदेशः नकारस्यापि मकारस्यापि. सर्वदा वयं मकारस्य विषये विस्मरामः. तत्र मकारस्यापि नश्चापदान्तस्य जलि इत्यस्य प्रसक्तिः अस्ति. नकारमकारयोः अपदान्तनकारमकारयोः स्थाने अनुस्वार आदेशः जलि परे. एवमेव यं ता, हन् योगहसि हंसि, रं योगहस्यते रंस्यते, नं योगहस्यते नंस्यते, मन् योगहस्यते मंस्यते. अपदान्तं मकारनकार स्थानं स्थाने अनुस्वारः भवति, आदेशः भवति. रुधादिगणे अपि रुन्ध् इत्यस्मिन् नकारः अपदान्तः. झन् प्रत्याहारे चकारः परे अस्ति. अतः अत्रापि नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः भवति. रुन्ध् इति रुन्ध्, भुञ्ज् इति भुञ्ज्, खिन्द् इति खिन्द्, विञ्च् इति विञ्च्, तृण्ह् इति तृम्भ, कृन्त् कृणुत् इति कृन्त्, शृणुट् शृण्ट्, शिनिक् स्निङ् सिङ्घ्, नन्द् नन्द्, लाञ्च् लाञ्च्, इङ्क् इङ्क् इति आदेशः भवति. आदेशः भवति सम्यक् तावदेव. तत्र नश्चापदान्तस्य जलि इत्यस्य अवसरः सर्वत्र रुदादिगणे वा भवतु. परः यदा मकारान्त नकारान्तधातुः परः जल् वर्णः अस्ति चेत् अनुस्वारादेशः. उषा भगिनी अग्रे सि बिन्दु पठति वा? आं भगिनि. परसवर्ण आदेशः. अनुस्वारस्य ययि परसवर्णः. अनुस्वारस्य ययि परसवर्णः. ययि अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति. परस्य सवर्णः परसवर्णः षष्टि तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं ययि सप्तमीयन्तं, परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रं. यै प्रत्याहारे ष स ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य स्थाने ययि परः अस्ति चेत् परसवर्ण आदेशः भवति. ययि इति प्रत्याहारे सर्वे हल् वर्णाः अन्तर्भूताः श स स विहाय. अनुस्वारस्य ययि परसवर्णः. ओके, परसवर्णः अग्रे. परसवर्णः इत्युक्ते अनुस्वारात् परे यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थाने अन्तरतमः सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तर्तमः नाम सदृश आदिष्टो भवतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमशतस्य एव. अतः स्थाने अन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चम आदेशः भवति. यथा अङ्ग इत्यनेन अङ्ग इति भवति, मञ्च मं च इति मञ्च भवति, मं ता इति मन्ता भवति. परसवर्णः इत्युक्ते अनुस्वारस्य ययि परसवर्णः. परसवर्णः इत्युक्ते अनुस्वारात् परे यः वर्णः अस्ति तस्य सवर्णः. तस्य सवर्णः अङ्ग इत्युक्ते अङ्ग इति स्थिते अनुस्वारस्य परः गकारः अस्ति. गकारः इति कवर्ग भवति. तत्कारणात् परसवर्णः गकारस्य स्थान गकारः पूर्व अनुस्वारः गवर्ग पञ्चम आदेशः भवति. अनुस्वारस्य स्थाने खवर्गस्य पञ्चमवर्णस्य आदेशः भवति. अङ्ग इति अङ्ग भवति, मम च इति चकारः अस्ति अनुस्वारस्य परः. तत्कारणात् चकारवर्ग पञ्चमवर्ण अनुस्वार आदेशः भवति. मम च इति मञ्च भवति, ममता इति मन्ता भवति. सवर्णः इति वदामः चेत् सर्वेषां ग्रहणं, कवर्गस्य सर्वेषां ग्रहणं, चवर्गस्य सर्वेषां ग्रहणं भवति. तत्र परन्तु अत्र परसवर्णः, अनुस्वारस्य परसवर्णः इति उक्तमस्ति स्पष्टतया. अतः अनुस्वारस्य स्थाने सदृशतमवर्णः आगच्छति स्थाने अन्तर अतः स्थाने अन्तरतमः इत्यनेन पञ्चमवर्ण एव परसवर्णः भवति, अनुस्वारपरसवर्णः. सम्यक्. आम् अग्रे भगिनि. ध्येयं ध्येयं यै प्रत्याहारः, यै प्रत्याहारः भक्ति यत् श श स ह येषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्ण आदेशः नैव भवति. यथा रंस्यते रिमेन् स्टेस् रंस्यते, नंस्यति नंस्यति, सगंस्यते सगंस्यते. रंस्यते इत्यनेन मकारस्य परः सकारः सङ्गमस्यते खलु भगिनि. सङ्गम तत्र किमर्थं पञ्चमवर्णस्य तत्र परसवर्ण प्रथम अनुस्वारस्य तु आगच्छति किल? गकार या गकार अस्ति सो संगम दट् मकार या संगम्स्यते या गकारस्य स्थाने गकारः अस्ति चेत् दट् मकार शुड् बिकम् गकार अतः नकार न भवति अत्र यदा उपरि दत्तमासीत् मेबि रंस्यते सगंस्यते मेबि आम् महोदय सत्यम् आम् एतदपि सङ्गम्स्यते इति एतद् उदाहरणं बहुपूर्वं वयं दृष्टवन्तः तत्रापि टङ्कणदोषः आसीत् इदानीमपि तद् तादृशमेव अस्ति बहु आरम्भकाले वयं दृष्टवन्तः यदा वयम् अनुस्वारस्य ययि परसवर्णः प्रथमवारं पठितवन्तः तस्मिन् समये अपि एतद् उदाहरणमेव आसीत् सङ्गम्स्यते अतः तत्र प्रथमं तु गकारः नकारः भवेत् न न तत्र पदा अस्ति खलु अतः न द्वयमपि साधुः खलु भगिनि तत्र वा पदान्तस्य इत्यनेन आमामां द्वयमपि तत् अहं पश्यामि सर्वत्र पुस्तकेषु तत्र ते न कुर्वन्ति एव इदानीं तदपि सत्यं वा पदान्तस्य वा पदान्तस्य इत्यनेन कुर्वन्ति तदपि सत्यं तद् तादृशमस्ति चेत् सम्यक् परन्तु वा पदान्तस्य इति अस्ति चेत् अत्र उदाहरणं किमर्थं दत्तं गम्स्यते इत्यस्य द्वितीयभागस्य द्वितीयभागस्य एव स्वीकरणीयम् इति स्वीकरणीयं सम्यक् अस्तु समीचीनमेव किल तत्र यदा अत्र यः यै प्रत्याहारे अस्ति चेत् नास्ति श सः यै प्रत्याहारस्य श सः इत्यस्य परसवर्ण आदेशः न भवति स्थाने अन्तरतमः अपि एकवारं पठतु भगिनी स्थाने अन्तरतमः प्रसङ्गे स्थानं प्रसङ्गे स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यतम आदेशः भवतु प्रसङ्गे तुल्यतम आदेशः भवतु ओके ओ स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः यत्र यत्र भगिनि ऐ नो दीस् बट् देन् ऐ हेवेण्ट् रेड् दिस् लैक् दिस् बिफोर् सो ऐ एम् रीडिङ्ग् इट् स्लोलि नास्ति चिन्ता भगिनि वयम् अवगच्छामः तावत् यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः स्थाने सप्तमीयन्तम् अन्तरतमः प्रथमान्तं द्विपदमितं सूत्रम् इदं सूत्रं परिभाषासूत्रम् इत्युच्यते उदाहरणार्थं यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इत्युच्यते केवलम् आदेशप्रसङ्गे इति न यत्र कुत्रापि कार्यम् अपेक्षितुं किन्तु नियमः नास्ति तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषासूत्रम् इति अन्यच्च अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तं प्रसङ्ग इत्युक्ते यत्र प्राप्तिः अस्ति प्रसङ्ग इत्युक्ते यत्र प्राप्तिः अस्ति आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यतां सर्वप्रथमं स्थानं नोपलभ्यते चेत् अर्थः नोपलभ्यते चेत् गुणः नोपलभ्यते चेत् प्रमाणम् इति निर्णयस्य आधारः इति क्रमेण अस्ति भगिनि, तावदेव. स्थानम्, अर्थः, गुणं, प्रमाणम् इति चत्वारः सोपानानि इति वदामः, प्रोटोकाल् इव. प्रथमं स्थानमेव दश वयं गच्छामः. यदा स्थाने अन्तरतमः इको यणचि इत्यत्र इकः स्थाने यण् भवति इत्युक्ते तत्र कथं वयं निर्णयं कुर्मः इत्युक्ते स्थाने अन्तरतमः उच्चारणस्थानम्, इकारस्य यकारः इति उच्चारणस्थानमेव वयं स्वीकुर्मः. यदा तत्र स्थानम् इति तत्र सदृशतमस्थानं नास्ति चेत् वयं द्वितीयम् अर्थं स्वीकृत्य तत्र एव वयं तदपि बहु पूर्वं दृष्टवन्तः. प्रायः भुवादिगणे इति चिन्तयामि, पाद इति यत् रूपं शब्दरूपम् आसीत् तत्र पाद पद इत्यस्मात् पाद इति किमपि आगतं तादृशं तत्र अर्थसमानं तत् तादृशं स्वीकुर्मः. अनन्तरं गुणं वा प्रमाणं वा इति तादृशं वयं गच्छामः स्टेप् वैस्. स्थानम् एव यत्र स्थानसाम्यम् अस्ति वयम् अन्यत् किमपि न पश्यामः. स्थानं स्वीकृत्य इकः स्थाने ईकारस्य स्थाने यकारः सदृशतमः वर्णः इत्येव तस्य एव आदेशः कुर्मः. तावदेव तत्र कुत्र अस्य प्रयोगः महोदय? न, अत्र स्थाने इत्युक्ते अत्र प्रसङ्गः इति दत्तमस्ति खलु, प्रसङ्गे प्रसङ्गे. अत्र यदा इको यणचि इति स्वीकुर्मः तत्र इकारस्य स्थाने यकारः वा वकारः वा किम् आगच्छति इति तत्र प्रश्नः आगच्छति किल, तादृशसमये एव स्थानेतरतमः इत्यस्य प्रयोजनं तावदेव. अथवा यत्र सूत्रे एव साक्षात् उक्तमस्ति तत्र स्थानेतरतमः इत्यस्य प्रयोजनं नास्ति. एकमेव वर्णः, एकः एव वर्णः आदेशः, स्थानी अपि एकः वर्णः, आदेशः अपि एकः वर्णः. अथवा तत्र यथासङ्ख्यम् अनुदेशसमानम् इति तादृशम् अस्ति चेत् तत्र स्थाने अन्तरतमः इत्यस्य प्रयोजनं न आवश्यकं किल. इकोस्मिन् तत्र स्थानेन्तर यथासङ्ख्यम् अनुदेशसमानं कर्तुं तदा भवति एव. ईकारस्य स्थाने ई अपि अस्ति भगिनि, रैट्? ऊकारस्य स्थाने ऊन् देर् आर् सिक्स् आर् एट् आर् अण्ड् देन् यण् इस् ओन्लि फोर् ऊरु. सो इकार उकार ऋकार दीर्घ एव भवति, दीर्घ अपि अस्ति. सर्वग्र ग्रहणम् इति वदति वा, अष्टादशस्य ग्रहणं सर्वेषां भवति, सर्वेषां भवति एव किल, तत्र तपरकरणं नास्ति, सर्वेषां भवति. इकारस्य अष्टादशस्य प्रभेदाः भवन्ति एव. आम्, दट्स् वै ऐ थॉट स्थाने अन्तरतमः इस् वाट् इस् यूस् नाट् यदासङ्ख्यम्. न, तत्र किञ्चित् वैयाकरणाः वदन्ति तत्र यथासङ्ख्यमपि भवितुम् अर्हति, तत्र दोषः नास्ति. तत्र एचोयवायवः इत्यत्र तत्र क्लियर्लि यथासङ्ख्यमेव भवति, परन्तु इको इको यणचि अत्र स्थानेन्तरतमः तु अस्माकं परिचितं, तादृशमेव वयं कुर्मः, परन्तु यथासङ्ख्यमपि भवितुम् अर्हति इत्येव वदन्ति. इकारस्य यत् किमपि भवतु, अष्टादशस्य अपि ग्रहणं भवतु, परन्तु यकारः एव आदेशः भवति किल, किमपि अन्यत् नास्ति. तत्र तदपि भवितुम् अर्हति इति वदन्ति, तदपि सम्भावना अस्ति इति. आम्, आम्, अग्रे सरामः. अरुणा भगिनी पठति वा भगिनी? एतत् स्थानेन्द्रतमः किं पठनीयं भगिनि? विजया भगिन्याः किमपi प्रश्नः आसीत् भगिनी. 13th करपत्रम् अस्ति भगिनी, तत्र डि इति भागः स्वीकरोतु. विजया भगिनी, भवत्याः प्रश्नः कः? अत्र स्थानेन्द्रतमः विषये भवत्या उक्तं खलु, तत्र अर्थसदृशं, स्थानसदृशं, गणसदृशम् एतत् सर्वं सूत्रमध्ये सङ्गणके आम् अस्ति, आम् सत्यं, वयं बहु पूर्वं पठितवन्तः भगिनि, अस्माकं वर्गे एव पठितवन्तः. आम् तत् तत् पादशब्दस्य विषये इति चिन्तयामि, चिन्तयामि बहु पूर्वं पठितवन्तः. But I haven't studied like this in such a such a detailed explanation. प्रायः अग्रिमवर्गे अद्य अस्मिन् करपत्रस्य समापनं कृत्वा वयं पठामः अवश्यम्. अस्तु, अरुणा भगिनी पठति. 13 करपत्रं, करपत्रं 13, तत्र डि इति भागः, अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्यामः. परसवण, ओके, परसवण, अनुस्वरस्य ये परसवण पठामि, स्थाने अन्तर्गतम् डि डि डि स्थाने, अनुस्वरस्य स्थाने के के आदेशाः भवन्ति इति पश्यामः. प्रथमबिन्दुः, अनुस्वरात् परे क ख ग घ वा चेत् अनुस्वरस्य स्थाने ञकारः नकारः भवति. अङ्क अङ्क अङ्क, पुङ्ख पुङ्ख, अङ्ग अङ्ग अङ्ग, लङ् लङ्घन लङ्घन लङ्घन लङ्घन, अत्र वदति उक्तम् अनुस्वरात् परे ककार कर्वर्णः कर्वर् कर्व कुवर्ग कवर्ग वर्णात् चेत् अनुस्वरस्थाने पञ्चमवर्णः आदेशः भवति. तदेव भगिनि, अनुस्वरात् परे च छ ज झ वा चेत् अनुस्वरस्य स्थाने ञकार आदेशो भवति. मञ्च मञ्च उञ्च उञ्च, मञ्जु मञ्जु, झञ्झ झञ्झ, अनुस्वरात् परे ठ ढ वा चेत् अनुस्वरस्य स्थाने नकारादेशो भवति. गण्ठ गण्ठ, शुण्ठि शुण्ठि, मुण्ड मुण्ड, षण्ड षण्ड, अनुस्वरात् परे तथा दधा चेत् अनुस्वरस्य स्थाने नकारादेशः भवति. मन्त मन्त, मन्थन मन्थन, कुन्द कुन्द, बन्धन बन्धन, अनुस्वरात् परे वा चेत् अनुस्वरस्य स्थाने मकारादेशः भवति. कम्पन कम्पन, गुम्प कुम्प, लम्भ लम्ब लम्ब, स्तम्भ स्तम्भ. तद्तद्वर्गीयस्य पञ्चमवर्णः इति भागः अपि पठतु भगिनि. नकारमकारयोः अनुस्वारः, अनुस्वारस्य परसवर्ण्यं परसवर्ण्यं द्वयोः कार्ययोः प्रसङ्गभेदः कः? नकारमकारयोः अनुस्वारः झलि भवति, कश्च पदान्तझलि इति. अनुस्वरस्य परसवर्णः ययि भवति, अनुस्वरस्य ययि परसवर्ण इति. अत्र प्रमुख प्रमुखो भेदो अस्ति यत् झलि सशः इति अन्तर्भूताः, ययि ष स एते नैव अन्तर्भूताः. अतः नकारमकारयोः परे एषु अन्यतमो अस्ति चेत् स्थाने अनुस्वारादेशो भवति. परन्तु यतः परे शाः एषु अन्यतमो अस्ति, अधुना अनुस्वारस्य परसवर्ण आदेशो न भवति. नकारमकारयोः अनुस्वरः प्रथमं नकारम् अकारयोः अनुस्वर आगच्छति. जल् वर्णः अस्ति वैनश्च पदान्तजलितसूत्रेण. अनुस्वरस्य परसवर्ण ययि भवति. अनुस्वरस्य ययि परसवर्णः इति सूत्रेण अत्र किं भेदः अस्ति? जल् इति अत्र जल् वर्णः झबायि झ आरम्भात् सशसः एते अन्तर्भूताः. ययि इति वद् उक्तं चेत् अत्र केवलं सशसः एते न अन्तर्भूतः. अहम् अवगतं भगिनि. जल्यति चेत् सशसः अपि अस्ति अन्तर्भूतः अस्ति. ययि इति उक्तं चेत् सशसः न अन्तर्भूतः. अतः नकारमकारयोः परे सशसः एषु अन्यतमो अस्ति चेत् स्थाने अनुस्वर आदेशो भवति. ओके, सकार हकारे परे अस्ति चेत् केवलम् अनुस्वरे आदेशः भवति. परन्तु यतः परे शासः अन्यतमो अस्ति अधुना अनुस्वरस्य परसवर्ण आदेशः भवति. न अवगतं भगिनि? न न, तत्र उदाहरणं पठतु, तत्र भवती अवगच्छति. बहुवारं वयं कृतवन्तः. यत् रं योगः चते चते अश्च पदान्तस्य जले इत्यनेन अनुस्वर आदेशः प्रथमं अनुस्वर आगच्छति मकारस्थाने. सकार जलवर्णः अस्ति. अनुस्वरस्य ये परसवर्णकार्यं न एव करोति. अतः यतः सकार ययि नास्ति अतः केवलं वर्णं मेलनं भवति. अवगतं भगिनि. सकार जल् वर्णः नास्ति, यै वर्णः ययि स्वर् अनुस्वर ययि परसवर्णसूर्यं कार्यं कर्तुं न शक्नोति. किम् इति चेत् ये सकार ययि प्रत्याहारे नास्ति. समीचीनं. तादृशमेव श ष ह अपि जलि अस्ति परन्तु ययि नास्ति. तावदेव. अन्यवर्णस्य कृते किमपि क्लेशः न भवति. यदा भवती अत्र उपरि पठितवती किल परसवर्ण आदेशः, तद् भवति. यत्र भेदः इत्युक्ते श ष सः विषये एव. वयं बहुवारम् उदाहरणरूपेण कृतवन्तः किल, इदानीमेव वाक्यरूपेण पठामः. तावदेव. एवमेव एवमेव हंसि अत्रापि सकारः अस्ति. हंसि एव अवदिश्यते. संशते इति अन्य उदाहरणः. संशते संशय संशय संहार संहार संहार. अत्र परसवनादेश न एव भवति यतः सकारः हकारज ययि नास्तः. अवगतं भगिनि? तावदेव. परसवर्णादेशः किमर्थं न भवति इत्युक्ते श श सः ययि नास्ति. तदेव. समीचीनं, धन्यवादः. क्षम्यतां भगिनि, विलम्बेन आगतवती. हा, नास्ति चिन्ता भगिनि. भवती तु मेल् प्रेषितवती किल. नास्ति चिन्ता महोदय. भवान् एव पुनः अनुस्वारस्य परसवर्णादेशः. अनुस्वारस्य परसवर्णादेशः प्रक्रियायाः अन्ते एवं क्रियताम्. प्रथम अनुस्वारात् अग्रे विद्यमान अनुस्वारस्य अग्रे विद्यमानस्य वर्णस्य विकारः न भवति चेत् तस्यैव सवर्णादेशः विहितः अनुस्वारस्य स्थाने. यथा विञ्च् इति अस्ति, विञ्च् योग आते अत्र अजादिप्रत्ययः अस्ति, अतः हल् सन्धेः प्रसङ्गः नास्ति, चकारः यथावत् तिष्ठति. विञ्च् योग आते तत्र अनुस्वारः भवति, विञ्च् योग आते अनन्तरं पुनः विञ्च् इति चतुर्वर्गीय ञकारः भवति, विञ्चाति. एवमेव रुन्द् योग ष्णं योग आते तत्र नकारः अनन्तरं तत्र आकारलोपः भवति. तत्र रुन्ध् आते नश्च पदान्तजल् इत्यनेन अनुस्वार अनुस्वारस्य विपरसवर्ण इत्यनेन तत्र पुनः नकारः भवति रुन्धाते इति. समीचीनं, तदेव भवति अनुस्वारस्य यदा वर्णस्य विकारः न भवति चेदपि सवर्णादेशः विहितः एव. समीचीनं, द्वितीयबिन्दुः अपि पठतु महोदय. अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारः भवति चेत् कार्यम् एवं करणीयम्. अनुस्वारस्य अग्रे विद्यमानस्य वर्णस्य विकारः भवति चेत् अस्तु. अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः, सपादी त्रिपादी च. त्रिपाद्यां यानि सूत्राणि सन्ति तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि. पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम् इति. पूर्वत्रासिद्धम् इति प्रथमसूत्रमस्ति त्रिपाद्यां द्वितीयपादे. सपाद सप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा, अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा. पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् असिद्धं, पूर्वत्र अव्ययम्, असिद्धं परम प्रथमान्तं द्विपदमितं सूत्रं वयं पठितवन्तः. पूर्वत्र सिद्धम् इति तत्र द्वयमस्ति, एकमस्ति पूर्व पूर्वसूत्रस्य दृष्ट्या परसूत्रं, सपासप्तदृष्ट्या त्रिपादी असिद्धमस्ति. त्रिपाद्यमपि परसूत्रं प्रति पूर्वसूत्रं प्रति पूर्वं प्रति परम् असिद्धं, पूर्वं सूत्रं प्रति परं सूत्रम् असिद्धमिति. अनुस्वारस्य परसवर्णः इति सूत्रं त्रिपाद्यमस्ति. चतुर्थपादस्य अष्टपञ्चाशत्तमं सूत्रमस्ति, अतः तस्य सूचितं कार्यम् अन्ते एव भवति. चतुर्थे पादे अस्ति, अतः कस्यचित् क्रियापदस्य निर्माणक्रमे अनुस्वारात् अग्रे यः वर्णः अस्ति तस्य चरमरूपं दृष्ट्वा एव एकवारं परसवर्णादेशः प्रवर्तनीयः. यथा विच् योग अष्टं योग द्वे इति अस्ति, तत्र तत्र अष्टम् इत्यस्मिन् नकार एव भवति. विञ्च् योगद्वे इदानीं विञ्च् योगद्वे इति अस्ति. इदानीं चोः कुः इत्यनेन चकारस्य कवर्गादेशः भवति प्रथमं. चोः कुः इति पूर्वसूत्रमस्ति. विङ्क् योगद्वे नश्च अपदान्तरि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः. इदानीम् अनुस्वारः विङ्क् योगद्वे जलां जश् जशि इत्यनेन जष्ट्वादेशः. विङ् योगद्वे अनुस्वारस्य परसवर्ण इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः, अतः नकारः विङ् द्वे इति भवति. अत्र चोः कुः इति द्वितीय अध्यायस्य त्रिंशत्तमं सूत्रमस्ति, अतः तस्य कार्यं प्रथमम्. अनन्तरं नश्च पतञ्जलि इति तृतीय द्वितीयपादे. इदानीं नश्च पतञ्जलि तृतीयपादे अस्ति. चतुर्विंशतितमं सूत्रमस्ति. जलां जर्जसि अस्ति, इदानीं चतुर्थे पादे अस्ति, अतः तस्य अनन्तरं भवति. अनुस्वारस्य ये परसवर्ण तदपि अग्रिमसूत्रमस्ति, अष्टपञ्चाशत्तमस्ति. अतः क्रमेण करणीयं त्रिपादीसूत्रमस्ति, अन्ते एव करणीयमस्ति. अतः तत्र अन्य कार्याणि कृत्वा एव करणीयानि, अतः अन्यथा आम् सत्यम्. एतत्तु यदा वयं विञ्च् योगः द्वे इति तत्र मेलनं कुर्मः, यदा प्रथम उदाहरणे तादृशं नास्ति, धातोः मध्ये एव कार्यमासीत्. अत्र ञकारः भवति इव दृश्यते, परन्तु न भवति अत्र कवर्गीय अनुनासिकः भवति अन्ते. आम् सत्यम्. आं सत्यं, चरमरूपं दृष्ट्वा एव एकवारं परसवर्ण आदेशः प्रवर्तनीयः इति. आम् सत्यम् एवम् अस्तु, धन्यवादः महोदय. विजया भगिनी पठति वा अग्रिम उदाहरणम् एवमेव समयः. एवमेव अंसि योगः अंसि एव संस्यते योगः, संस्यते इत्युक्ते संस्यते एव. कुत्र बुद्धियोगः श्नम् इति एव यदा महोदय पठितवान् किल अनुस्वारसेयि परसवर्णः, तस्मात् अग्रमे अग्रे एकम् उदाहरणमस्ति. एवमेव बुद्धियोग बुद्धियोगः श्नम् योगः ते बुनज् बुञ्ज् योगः ते चोहुकुः बुनग् इति भवति तृतीयवर्णः. प्रथम तत्र बुनग् इति बुङ्ग् इति भवति. बुङ्ग् योगः ते नच पदान्तस्य जलि बुङ्ग् योगः ते करिच इति सूत्रं कार्यं कृत्वा तत्र बुङ्क् इति भवति. बुङ्क् योगः ते अनुस्वारस्य यैपरसवर्णः इत्युक्ते तत्र अन्तिमवर्णः पञ्चमवर्णः कार्यं करोति बुङ्क्ते इति. करिच करि परे जलकस्थाने छर् आदेशः भवति. अनुवृत्तिसहितसूत्रं जलां छर् करि च इति. अनन्तरं तत्र तृतीयबिन्दुः अस्ति. एकनिमिषं भगिनि. अतः क्रमेण एव प्रवर्तनीयं. यदा प्रथममेव वयं बुनज् बुञ्ज् इति यदा अस्ति तत्र एव वयं नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः सर्वं कुर्मः चेत् दोषेण रूपम् आगच्छति. अतः क्रमेण प्रवर्तनीयः त्रिपाद्याम् इति. आम्, तृतीयबिन्दुः तस्य पठतु. अनुस्वारस्य एतत् क्रमेण आगच्छति. अनन्तरं तृतीयबिन्दुः अस्ति अनुस्वारात् अग्रे यै नास्ति चेत् परसवर्णः आदेशः न भवति. श मूर्धन्यशकारः दन्तेशकारः अनन्तरं सकारः ह एषु अन्यतमः अनुस्वारात् अग्रे चेत् तस्य अनुस्वारस्य यै परसवर्णः इत्यस्य प्रसक्तिः नास्ति एव. प्रसक्तिः नास्ति एव. अस्तु, तृक् योगकष्णम् तृग् योगकष्णं योगः अन्ति. अत्र तृङ् इति तृङ् योगः अन्ति नच पदान्तस्य जलि इत्यनेन तृङ् योगः अन्ति तृङ्हन्ति इति भवति. अनुस्वारस्य परसवर्णः किमर्थं नास्ति अत्र? अनुस्वारस्य पर किमर्थं नास्ति चेत् तत्र तत्र परसवर्णः अनुस्वारात् अग्रे यै नास्ति चेत् तत्र परसवर्णः आदेशः भव आदेशः न भवति. हकारः यै वर्णे नास्ति तावदेव. हकारः यै प्रत्याहारे नास्ति अतः परसवर्ण आदेशः न भवति इत्येव. समीचीनं भगिनि, धन्यवादः. श्रीवल्ली भगिनी चतुर्थबिन्दुः प्रायः तदेव समापयामः. आम्, यदि हल् सन्धौ हकारस्य विकारः भवति निः तदा अनुस्वारस्य परसवर्णः इत्यस्य प्रसक्तिः भवति. हल् सन्धौ हकारस्य विकारः भवति तदा अनुस्वारस्य परसवर्णः इत्यस्य प्रसक्तिः भवति. उदाहरणं दत्तमस्ति तृह् योगः श्नम् योगः तः. प्रथमं तृह् तृण् योगः तः होडः इत्यनेन हकारस्य स्थाने ढकारः आदेशः भवति. तृण्ड् योगः तः अनन्तरं जशस्ततो दोधः तृण्ड् योगः धः इति भवति. अनन्तरं स्टृणासुः इत्यनेन स्टुत्वं तृण्ड् योगः ढः. ढोढे लोपः तृण् योगः ढः. तृण्ढ अनन्तरं नश्चापदान्तस्य जलि तृण्ढः अनन्तरम् अनुस्वारस्य यै परसवर्णः तृण्ढः. आम्, यद्यपि अस्ति तदापि तस्य कार्यं भवति एव इति प्रदर्शनार्थम् अवगतं वा तद्? तत्र हकारान्तधातुः पूर्वं वयं दृष्टवन्तः किल, तृक्योगः श्नम् योगः अन्ति इत्यत्र. तत्र तु परिवर्तनं न अभवत् यै प्रत्याहारे हकारः नास्ति इति कृत्वा, परन्तु अत्र तु अस्य प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते अन्यसूत्राणि कार्यं करोति होडः झषस्ततोर्धोर्धः यदा सूत्रसङ्ख्या पश्यामः चेत् क्रमेण आगच्छति डोडे लोप अष्टुनाष्टुः डोडे लोपः अनन्तरं नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति तत्र तस्य अवसरः अस्ति इत्येव इति प्रदर्शनार्थमेव तत्र तत्र होडः झषस्ततोर्धोर्धः अष्टुनाष्टुः डोडे लोपः इति परिचितसूत्रमेव किल अतः एतद् अवगतं वा किञ्चित् लघुपाठः एव कुत्र कुत्र नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः अस्य अवसरः अस्ति कुत्र नास्ति इति प्रदर्शनार्थं तावदेव अस्मिन् पाठे प्रश्नः अस्ति वा अस्तु अग्रिमपाठः अदादिगणे इदानीं तस्मिन् विषये एव वयं चत्वारः पाठः दृष्टवन्तः हल्सन्धिः सर्वम् अतः अग्रिमपाठः अदादिगणे हलन्तधातुः इति तत्र किञ्चित् पूर्वं दृष्ट्वा आगम्यतां तत्र किम् अस्ति इति प्रथमभागे यत्किमपि दत्तं वयं पूर्वमेव अजन्तधातुः विषये दृष्टवन्तः किञ्चित् अस्मिन् पाठे 14 करपत्रे किञ्चित् दृष्ट्वा आगम्यताम् अनन्तरं वयं किञ्चित् शीघ्रं गन्तुं शक्नुमः 14th इति करपत्रमस्ति किल अदादिगणे हलन्त समासः नास्ति भगिनि किमर्थं समासः अद 14A अदादिगणे हलन्तदातवः इति अस्मिन् करपत्रे प्रथमभागे यत्किमपि दत्तं तद् वयं पूर्वमेव कृतवन्तः तद् किञ्चित् पठित्वा आगच्छन्तु इत्येव उक्तवती अतः किञ्चित् अवगन्तुं सौलभ्यं भवति अस्तु धन्यवादः शुभरात्रिः धन्यवादः 14A आं 14A आं नमस्ते भगिनी